नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्यतनविषयः अस्ति तिङ् प्रत्ययानां स्थितिः इति विषयः आरब्धः आसीत्। इदानीं किञ्चित् अग्रे गच्छामः। एतावता लट्लकारस्य सिद्धप्रत्ययः के इति ज्ञातं। तर्हि क्रियापदस्य निर्माणम् इत्युक्ते तत्र त्रीणि कार्याणि भवन्ति इति वयं जानीमः। तत्र आदौ तत्र तिङ् प्रत्ययस्य विधानं लकारस्य स्थाने, तत्पश्चात् तिङ्प्रत्ययमाश्रित्य विकरणप्रत्ययस्य विधानं। परन्तु यदा त्रीणि सोपानानि तत्र अस्माकं सौलभ्यार्थं त्रीणि सोपानानि इति यदा वदामः, तदानीं प्रथमं विकरणप्रत्ययम् आश्रित्य अङ्गकार्यं, तदनन्तरं सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति, धातुविकरणप्रत्ययोः मेलनम् इति प्रथमं सोपानं, द्वितीयसोपाने तिङ्प्रत्ययसिद्धिः, तदनन्तरं तृतीयसोपाने तिङ्प्रत्ययम् आश्रित्य अङ्गकार्याणि, अनन्तरम् अङ्गतिङ्प्रत्ययोः मेलनम् इति तत्र सामान्यप्रक्रिया। तर्हि लट्लकारस्य विषये अस्माभिः चर्चितं। तत्पश्चात् वयं जानीमः नवप्रत्ययाः, परस्मैपदीसंज्ञकप्रत्ययाः, नव आत्मनेपदसंज्ञकप्रत्ययाः सन्ति इति वयं जानीमः। कोऽपि तत्र अदृष्ट्वा वक्तुमिच्छति वा के ते प्रत्ययाः इति? उषाभगिनी वक्तुमिच्छति वा? आं भगिनि, लट् लट्लकार मूलप्रत्ययः के? तिप्तस् जि सिप्तस्थ मिप् वस्मस् त आतां झ था सातां द्वम् इद् बहि महिङ् इति मूलप्रत्ययः। बहु समीचीनम् इति तत्र मूलप्रत्ययः। अत्र अस्माकं मनसि प्रत्ययाः भवन्ति चेत् तत्र सौलभ्याय भवति। अस्तु, इदानीं लट्लकारस्य विषये, लट्लकारस्य सिद्धप्रत्ययः के इति तत्र कः? उमा भगिनी वदति वा? अस्तु, सूर्यकुमारी भगिनी वदतु। लट्लकारं सिद्धप्रत्ययः के? थीतः अन्ति। समीचीनं। तत्र परस्मैपदस्य विषये भवती उक्तवती, यतोहि आत्मनेपदस्य विषये वयं न पठितवन्तः। अतः इदानीं सीतः अन्ति, सी तः थ मी वह मः इति तत्र सिद्धप्रत्ययः। तर्हि मूलप्रत्ययतः सिद्धप्रत्ययपर्यन्तं प्राप्तुं तत्र अरविन्द महोदय वदतु, तत्र लट्लकारस्य कथं तत्र भवति रूपसिद्धिः अथवा तत्र प्रत्ययसिद्धिः कथं भवति दृष्ट्वा वदतु। प्रथमपुरुष एकवचने तिप् अस्ति, तत्र पकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपो भवति इति कृत्वा ति इति अवशिष्यते। तस् इति स्थिते द्विवचने सकारस्य इत्संज्ञा अस्ति चेदपि न विभक्तौ तुस्म इति सूत्रेण तस्य लोप निषिद्धित्वात् तस् तत् रूपं दृश्यते। तदनन्तरं सकारस्य ससजुषोरुः एवं खरवसानयोर्विसर्जनीय द्वयोः सूत्रयोः आधारेण विसर्ग भवति सकारस्तारे इति कृत्वा तः भवति। तदनन्तरं झि इति बहुवचने झ योगः इ स्थिते झ स्थाने अन्त् आदेशः भवति झोन्धः इति सूत्रेण। तदनन्तरम् अन्ध योग इ कृत्वा अन्ति इति प्रथमपुरुष बहुवचनरूपं भवति। तदनन्तरं मध्यमपुरुषे सिप् इति मूलतिङ् प्रत्ययः, तत्रापि प इति पित् हलन्त्यमिति सूत्रेण अन्तिम पित् रूपं भूत्वा तस्य लोपः इति कृत्वा तस्य लोपो भवति। तदनन्तरं सि एव अवशिष्यते। थस् इति स्थिते मध्यमपुरुषद्विवचने सकारस्य इत्संज्ञा अस्ति चेदपि न विभक्तौ तु स्म निषिध्यते तस्य लोपः। तदनन्तरं ससजुषौ रुः एवं करवसानयोर् विसर्जनीया इति सूत्रद्वयोः प्रसक्तिः कृत्वा विसर्गः भवति तः इति सिद्धतिङ् प्रत्ययः भवति मध्यमपुरुषद्विवचने. नमस्ते भगिनि, विलम्बेन आगतवती. मध्यमपुरुष बहुवचने प्रत्य सिद्धतिङ् प्रत्ययस्य रूपभेदं न भवति, तस्तथा एव तदेव तिष्ठति. तदनन्तरं मध्यमपुरुष उत्तमपुरुष उत्तमपुरुष एकवचने मिप् अस्ति इति सिद्ध मूलप्रतिङ् प्रत्ययः, तत्रापि पकारस्य तित् इत् संज्ञा भूत्वा तस्य लोपः कृत्वा मि एव अवशिष्यते. तदनन्तरं वस् इति द्विवचने सकारस्य इत्संज्ञा अस्ति चेदपि न विवक्तौतु स्म इति निषिद्धित्वात् सकारस्य ससजुषोरुः करवसानयोर्विसर्जनीयः द्वयोः सूत्रयोः प्रसक्तिर्कृत्वा विसर्गादेशो भवति, वः इति सिद्धतिङ् प्रत्ययः भवति. बहुवचने मस् तत्रापि सकारस्य विसर्जन्यं विसर्गः भूत्वा मस् मह इति भवति सिद्धतिङ् प्रत्ययः. समीचीनं समीचीनं, बहु समीचीनं, सरलमस्ति. तत्र लट्लकारे तत्र न अधिककार्यम् अधिककार्याणि न भवति, अतः सरलमस्ति, बहु समीचीनं, सम्यक् उक्तं. तर्हि नास्ति चिन्ता, न चिन्ता नास्ति. तर्हि इदानीम् अग्रे गच्छेम. तर्हि लोट् लकारस्य विषये तत्र मूलप्रत्ययः समानः एव, परन्तु लोट् लकारस्य विषये तत्र बहूनि कार्याणि भवन्ति. प्रथमं तत्र तिप् इति प्रत्ययः अस्ति चेत् तत्र इदानीं वदतु भगिनि, उमा भगिनी, तिप् इति प्रत्ययः अस्ति चेत् किं भवति तत्र? लोट् लकारे तु ताम् अन्तु, सो दट् सिद्धप्रत्ययः. तिप् पकारः हलन्तीम् इति सूत्रेण अपगच्छति. अन्न ती तु आग उकारः आगच्छति, सो ती बिकम्स् टु. इकारस्य उकारः वयं द्रष्टुं शक्नुमः, इकारस्य उकारः. तर्हि तदर्थम् एकं सूत्रम् आवश्यकं, तत् सूत्रमस्ति एरुः. एरुः इत्यस्य षष्टिविभक्तिः का? इति प्रातिपदिकमस्ति चेत् षष्टिविभक्तिः का? इकः न इकः इति अस्ति, परन्तु केवलम् इति अस्ति चेत् प्रातिपदिकं. मति इति प्रातिपदिकमस्ति चेत् किं भवति? पुनः वदतु भगिनी. मति इति प्रातिपदिकमस्ति चेत् मतिः इति अस्ति खलु, तत्र मति इति शब्दस्य मत्याः मत्याः नो चेत् तत्र अन्यत् रूपं किं? मतेः मतेः नो चेत् तत्र हरिः हरिः हरि इति शब्दस्य षष्टिका हरेः एवमेव. इ इति प्रातिपदिकमस्ति चेत् तस्य षष्टि एहे इति अस्ति खलु. इ इत्यस्य स्थाने एकारादेशः भवेत् लोट् लकारे. तर्हि तिप् इत्यत्र ति इत्यस्य ईकारस्य स्थाने तत्र उकारादेशः एहे एहे उः एहे उः क्षम्यताम् एकारस्य स्थाने उकारादेशः. इ इत्यस्य षष्ट्यन्तम् एकारः एकारः एकारस्य स्थाने अनन्तरम् अहं किं वदन्ती अस्मि, अतः ईकारस्य स्थाने इ इति अस्ति, क्षम्यताम् इ इति प्रातिपदिकम् अस्ति, इ इत्यस्य षष्ट्यन्तम् एः. तर्हि तादृश एः स्थाने उः आदेशः भवति. इत्युक्ते कः अर्थः इति चेत् इकारस्य स्थाने उकारादेशः इति अर्थः खलु. एरुः तर्हि एः उः एः एः इत्युक्ते इकारः, इकारस्य स्थाने उकारादेशः, इकारः एव स्थाने. इदानीं तस् तस् अस्ति चेत् किं भवति तत्र तस् तस्य सकारः पदप्रत्ययः कः तां तु ताम् अन्तु तु तात् ताम् अन्तु प्रथमपुरुषे द्वयोः द्वयोः फार्म्स् अस्ति सत्यं तत्र सिप् तत्र सिप् इति तत्र तु इति एकं रूपमस्ति तु एरुः एरुः इति सूत्रेण इकारस्य स्थाने उकारादेशः अतः तु इति सिद्धरूपमस्ति तत्र विकल्पेन तात् इति अपि अन्यत् रूपमस्ति तत्र एकं सूत्रमस्ति तुह्यो स्तातङ् आशिष्यो अन्यतरस्यां तु हि तु इति प्रत्ययः अपि च हि इति मध्यमपुरुषे एकवचने हि इति प्रत्ययः तत्र सिप् इत्यस्य स्थाने हि इति आदेशः यथा भवति हि तु हि तुह्योः तुह्योः तत्र तातङ्ग् तातङ्ग् इति आदेशः भवति आशीर्वादार्थे आशीर्वादार्थे तातङ्ग् इति आदेशः विकल्पेन भवति तातङ्ग् तत्र नित् अस्ति तत्र अतः तत्र तस्मिन् विषये इतोपि किञ्चित् चिन्तनमस्ति तत् अग्रे पश्यामः परन्तु विकल्पेन तातङ्ग् इति आदेशः भवति तिप् सिप् उभयत्र अतः रूपद्वयं भवति तिप् इत्यत्रापि सिप् इत्यत्रापि तिप् इत्यत्र तु अनन्तरं तात् सिप् इत्यत्र अग्रे पश्यामः सिप् इत्यत्र किं भवति इदानीं तस् इत्यत्र किं भवति तस् इति स्थाने ताम् आगच्छति तस् सकारः नाट् लोपः किन्तु परिवर्तनम् आगच्छति न तथैव तथैव तिष्ठति तस् इत्यत्र परिवर्तनं किमपि नास्ति सम्पूर्ण तस् स्थाने ताम् आदेशः भवति तस्तस् समीपां तां तन् तामः इति सूत्रेण अग्रे पठामः अहं किञ्चित् तत्र अभ्यासः भवतु इति कृत्वा किञ्चित् पूर्वमेव वदन्ती अस्मि अनन्तरं सूत्राणि पठामः तस्तस् समीपां कान्तं तामः तस् इत्यस्य स्थाने ताम् इति आदेशः अस्तु इदानीं झि इत्यस्य झि इति स्थाने अन्तु इति आगच्छति अत्र अन्त् इति अस्ति झि स्थाने देन् अत्र तु लोट् आगच्छति लोट् जोन्तः इत्यनेन अन्त आदेशः भवति तर्हि अन्ति इति भवति इदानीं किं भवति अन्ति इकारः अपगच्छति तु उकारः आगच्छति अन्तु इकारस्य स्थाने इकारः अपगच्छति इति न वदामः इकारस्य स्थाने स्थाने उकारः केन सूत्रेण मध्यमपुरुष केन सूत्रेण जोन्तः देन् ये एरुः सेम् थिङ्ग् हा एरुः समानं इकारस्य स्थाने उकारादेशः सर्वत्र लोट् लकारे यत्र यत्र उकारः आवश्यकः अस्ति तत्र सर्वत्र एरुः एः उः अस्तु समीचीनं धन्यवादः भगिनि इदानीम् अग्रे धन्यवादः तत्र विजयलक्ष्मी भगिनी वदतु मध्यमपुरुषे किं भवति वदामि भगिनि सिप् इति मध्यमपुरुष लट्लकारे प्रत्ययः आयाति लोट् लकारे तत्र किमपि न आयाति इति मन्ये लोट् लकारे किमपि न योजनीयम् अनन्तरं सत्यं सिद्धप्रत्ययः सिद्धप्रत्ययः कः सिद्धप्रत्ययः पठति पठ इति एव भवति तत्कारणं तत्र अकारः आयाति तत्तु विकरणप्रत्ययः अस्ति इति अकारः आयाति, परन्तु सिप् इत्यस्य सम्पूर्णस्य लोपः भवति वा भगिनि? तर्हि तत्र किं भवति इति चेत् सिप् इति प्रत्ययस्य स्थाने हि इति आदेशः भवति प्रथमतया. सेहर्य पिच्छ से स्थाने तत्र सि इति स्थाने हि इति आदेशः भवति. अपित्वम् अपि अध्यारोप्यते, अपित्वमपि अध्यारोप्यते. सेहर्य पिच्छ इत्यनेन सि स्थाने हि आदेशः, अपि च अपित्वम् अध्यारोप्यते. सिप् इति प्रत्ययः मूलप्रत्ययः पित् अस्ति, यद्यपि सिप् इति प्रत्ययः पित् अस्ति तथापि सेहर्य पिच्छ इति सूत्रेण अपित्वम् अध्यारोप्यते. अतः इदानीं सि स्थाने हि इति आदेशः भवति. तत्पश्चात् किं भवति इति चेत् इदानीम् अङ्गम् अदन्तम् अङ्गम् यत्र यत्र अङ्गम् अदन्तमस्ति इत्युक्ते येषु गणेषु अङ्गम् अदन्तं यथा वादिगणे दिवादिगणे सुदादिगणे सुरादिगणे सर्वत्र अङ्गम् अदन्तं भवति, अतः तत् येषु गणेषु अङ्गम् अदन्तं तत्र हि इति प्रत्ययस्य लोपः भवति. अतो हेः, अतो हेः इत्युक्ते अतः इत्युक्ते अदन्तम् अङ्गम् अङ्गकार्यमस्ति, अदन्तम् अङ्गमस्ति चेत् हि स्थाने हि इत्यस्य लोपः भवति. अतः अत्र शून्यं प्रत्ययः नास्ति. इदानीं वयं तु अदन्त अङ्गस्य चिन्तनं कुर्मः खलु, अतः सि स्थाने हि आदेशः प्रथमं, तदनन्तरं हि इत्यस्य लोपः. सेहर्य पिच्च इत्यनेन हि इति आदेशः, तदनन्तरम् अतो हे हे इति सूत्रेण हि इत्यस्य लुक् भवति. अतः शून्यम्. अग्रे ठस् इति मूलप्रत्ययः लट् लकारे, लोट् लकारे पठतं, तम् इति आयाति. तर्हि तस्तस्समीपां तान्तन्तामः इति सूत्रेण अत्रापि आयाति. तस् इत्यस्य स्थाने तम् इति आदेशः भवति. अग्रे थ, थ इत्यस्य स्थाने त इति आयाति. तदपि तत् सूत्रे एव अस्ति खलु? सत्यं, तत् तेन सूत्रेण एव, तस्तस्तेन सूत्रेण एव भवति. तस्तस्समीपां तान्तन्तामः इति सूत्रेण तत्र अल्पप्राण त इति आदेशः भवति. धन्यवादः. इदानीम् अग्रे गोमती भगिनी वदतु, मेप् वस्मस् इत्यत्र किं भवति? मूलप्रत्ययः मिप् वस्मस् अस्ति, सिद्धप्रत्ययः आनि आव आम इति. उत्तमपुरुषस्य एकवचने आनि इति, अत्र नि इत्यस्य नि इति आदेशः भवति मेर्नि इति सूत्रेण. अनन्तरम् एकम् अन्यकार्यमपि भवति, आड् आगमः अपि भवति, आड् उत्तमस्य पिच्च इति सूत्रेण, आड् आगमः आद्यन्तौ तगितौ इति सूत्रेण प्रत्ययस्य आदौ भवति. अतः आनि इति उत्तमपुरुषस्य एकवचनरूपम्. अनन्तरं मध्यम उत्तमपुरुषस्य द्विवचनरूपम् आवा इति सिद्धरूपम्. अत्र आवा आम द्वयोः स्थाने वस् मस् तत्र सकारस्य लोपः भवति. सूत्रम् इदानीं न स्मरामि भगिनि, परन्तु नित्यं नित्यं नितः इति सूत्रेण उत्तमस्य सकारस्य नित्यं लोपः भवति, अतः वा मा इति तिष्ठति. तत्र अपि आ इति आडागमः भवति, आड् उत्तमस्य पिच्च इति सूत्रेण, अतः आव इति मध्यमपुरुष विवचनं, आम इति उत्तमपुरुषस्य बहुवचनम्, आनि आव आम इति. बहु समीचीनं, बहु सम्यक्, तथैव अस्ति. इदानीं नि इति प्रत्ययस्य यद्यपि अत्र अम् आदेशः भवितुमर्हति तस्तस्समीपां तान्तन्तामः इति सूत्रेण मित् स्थाने अम् आदेशः स्यात्, परन्तु अम् आदेशं प्रबाद्य तत्र मेर्निः इति सूत्रेण मि इत्यस्य षष्ट्यन्तं मेहे मेहे निः तर्हि मि स्थाने नि आदेशः भवति. अनन्तरं वस् मस् इत्यत्र सकारस्य लोपः भवति नित्यं नितः. नित्यं नितः इति सूत्रेण वस् सकारस्य सकारस्य लोपः भवति वस् मस् इत्यत्र. अनन्तरं त्रिषु प्रत्ययेषु अपि आड् आगमः भवति आट् इति आगमः. तर्हि तत्र आट् इत्यत्र सकारस्य इत्संज्ञा अतः आ इति अवशिष्यते. अतः प्रत्ययात् पूर्वं सर्वत्र आ इति योजयामः आनी आव आम. तर्हि आड् आगमस्य किं वैशिष्ट्यम् इति चेत् आगमेन सह पित्त्वम् अपि अध्यारोप्यते. अतः प्रत्ययः पित् नास्ति चेत् पित् भवति. इदानीं मिप् प्रत्ययः तु पित् एव अतः किमपि तत्र परिवर्तनं नास्ति पित् एव भवति. परन्तु वस्मस् इति प्रत्ययः वयं प्रत्ययं पश्यामः चेत् मूलप्रत्ययः तु अपित् अस्ति पित्त्वं नास्ति. वस्मस् इत्यत्र पित्त्वं नास्ति परन्तु इदानीम् आडोत्तमस्य पिच्च इति सूत्रेण पित्त्वम् अध्यारोपयामः. तर्हि इदानीं वस्मस् इति आव आम इति सिद्धप्रत्ययः पित् भवति. अवगतं खलु? इदानीं सूत्राणि पठामः. प्रश्नः अस्ति वा? अवगतं वा? नमस्ते भगिनि, लक्ष्मी अस्मि. नमस्कारः. नमस्ते भगिनि, वंशी अस्मि. अद्य शृणोमि प्रश्नः. अस्तु अस्तु अस्तु भगिनि, एकः प्रश्नः अस्ति. भगिनि, ज्योन्तः इत्यस्य इति सूत्रं तस्य अनुवृत्तिसहितसूत्रं वदति अङ्गस्य प्रत्ययस्य जः अन्तः इति. अत्र प्रत्ययादेशः एव भवति, अङ्गस्य इत्यस्य अधिकारे अपि भवति, तत् कथं भवति? किं किम् अङ्गस्य प्रत्ययस्य जः अन्तः कः क्लेशः? अङ्गस्य इति वदामः चेत् तत्र अङ्गकार्यमेव. अङ्गस्य इति अत्र तत्र वस्तुतः अङ्गस्य इति वक्तुं न शक्यते, अङ्गात् इति भवेत्. हा, तत्र अङ्गस्य इति सूत्रस्य विभक्तिपरिणामं कृत्वा अङ्गात् प्रत्ययस्य जः अन्तः इति स्यात्. अस्तु अस्तु, तथा एव भगिनी गतसप्ताहे अत्र प्रत्ययादेशः लभ्यते केवलं तृतीय अध्याये, ततः परं सप्तमाध्याये इति उक्तं. सप्तमाध्याये प्रथमपादे च अङ्गस्य इत्यस्य अधिकारपरिधौ एव भवति खलु, तत्रापि प्रत्ययादेशः इति उक्तं. किन्तु अत्रापि एकमेव सूत्रम् अङ्गस्य इत्यस्य परिधौ भवति इति उक्तं, तदपि किञ्चित् विरुद्धम् अस्ति खलु भगिनि? न न, किमर्थं तत्र वस्तुतः ज्योन्तः इति अङ्गकार्यं नास्ति इत्युक्ते तत्र अङ्गस्य स्थाने कार्यं नास्ति, परन्तु प्रत्ययादेशः अस्ति. तथापि अङ्गस्य इति अधिकारे स्थापितमस्ति सूत्रं. किमर्थम् इति चेत् अनुवृत्तिवशात् तावदेव, अनुवृत्तिवशात् एव तत्र स्थापितमस्ति. सर्वत्र अस्माकं तत्र लक्ष्यं किं? लाघवमेव लक्ष्यं खलु, लाघवमेव लक्ष्यं. तदर्थं तत्र सप्तमाध्याये स्थापितं, येन तत्र ज्योन्तः इत्यस्य सम्यक्तया. परन्तु अस्मात् सूत्रात् अग्रे अनुवृत्तिः, अस्मिन् सूत्रे अनुवृत्तिः किमपि नास्ति. पश्यति चेत् प्रत्ययस्य जः अन्तः इति वदति चेत् पर्याप्तं, तत्र अन्यत् किमपि न आवश्यकम् अस्मिन् न आवश्यकम्. अस्मात् सूत्रात् अग्रे अनुवर्तनार्थं ज्योन्तः इति सप्तमाध्याये स्थापितम्. अत्र अतो हेः अपि केवलं षष्ठाध्याये चतुर्थपादे अस्ति, किन्तु तत् केवलं एकमेव सूत्रं विहाय तद् अङ्गकार्यमेव. तत्तु अङ्गकार्यं, तत् प्रत्यादेशः नास्ति. प्रत्यादेशः इव भाति, परन्तु अङ्गकार्यमस्ति इत्यस्मात्, यतोहि अदन्तम् अङ्गम् आवश्यकं खलु. अतः अतो हेः इति वस्तुतः अङ्गकार्यम् अस्ति, न तु प्रत्यादेशः. प्रत्यादेशः अपि अस्ति इत्युक्ते हि इत्यस्य लोपः भवति इत्यपि कार्यमस्ति, परन्तु अङ्गम् आश्रित्य अस्ति खलु. अदन्तम् अङ्गमस्ति चेदेव भवति, अतः अङ्गस्य इति अधिकारे स्थापितम्. अस्तु भगिनि, धन्यवादः. समीचीनं, तर्हि इदानीम् अत्र अग्रे गच्छामः, सूत्राणि किञ्चित् पठामः. अस्तु, इदानीं तत्र नियमाः इति अस्ति खलु, परस्मैपदस्य मूलतिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारादेशः भवति इति, ततः आरभ्य एरुः इति सूत्रम् इदानीं पठामः. विनय् महोदय पठति वा? आं भगिनि, एरुः लोट्लकारसम्बन्ध इकारस्य स्थाने उकार आदेशः भवति. लोट् इकारस्य उः एह षष्ठ्यन्तम्, उः प्रथमान्तं, द्विपदम् इदं सूत्रम्. लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इति अस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य एह उः. लोट लस्य एह उः, लोट्लकारे लोट्लकारे यदि वयं पश्यामः तर्हि तूताम् अन्तु प्रथमपुरुष अस्ति, तूताम् अन्तु मूल मूल प्रत्यय मूलप्रत्ययः अन्ति अस्ति लट्लकारे, अतः अन्ते कथम् अन्तु भवति, अन्ते यथा अन्ते अन्तर्भूत इ उ भवति एरुः सूत्र आधारेण. एह भवती उक्तवान् एह इ प्रातिपदिक अस्ति, तर्हि यदि वयं हरिसम्बन्धे पश्यामः तर्हि हरे भवति, अति ए इः इ प्रातिपदिक एह भवति, षष्ठी भवति, अतः एह उह भवति, उह प्रथमान्तं, सो इ उ भवति पर अतः अन्ति अत्र अन्तु भवति एरुः सूत्र आधारेण. समीचीनम्, तर्हि सूत्रस्य अनुवृत्तिं पश्यामः चेत् लोटः लस्य एः उः. तर्हि लोटः इति उक्तत्वात् इदं सूत्रं केवलं लोट् लकारे एव कार्यं करोति, न तु अन्यत्र. लोट् लकारे लस्य स्थाने यः इ इति प्रत्ययः अस्ति, इ इति प्रत्ययस्य भागः अस्ति, लकारस्य स्थाने यः इ इति अस्ति तस्य उ इति आदेशः भवति. इ इत्यस्य इ प्रातिपदिकस्य षष्ट्यन्तम् एः, एः उः तत्र विसर्गस्य रेपादेशः, विसर्गस्य रेपादेशः ससजोः इति सूत्रेण, अतः एरुः इति सूत्रम् अस्ति. इदं सूत्रं कुत्र कुत्र अस्य सूत्रस्य प्रसक्तिः? कुत्र कुत्र सूत्रस्य प्रसक्ति? एरुः सूत्रस्य प्रसक्ति बहुवचने, बहुवचन अत्र बहुवचन अस्ति अन्तु, परन्तु वयम् अत्र केवलम् अदन्तं सम्बन्धे वदामः, तर्हि अहं पश्यामि अत्र आत्मनेपदी अपि च प्रथमविभाग इत्यादि कुत्र अन्य एरु भवति अहम् अत्र न पश्यामि, द्वितीयभाग अपि अन्तु अस्ति, कोऽपि चिन्ता नास्ति, परन्तु अन्य कुत्र एरु भवति अत्र अहं न पश्यामि. परस्मैपदीप्रत्ययेषु एरुः तत्र लोट् लकारे एकवचनस्य स्थाने तु इति आदेशः तत्र भवति. प्रथमपुरुषे एकवचने भवति, प्रथमपुरुषे बहुवचने अन्ति इत्यस्य स्थाने तत्र अन्तु इति भवति. अन्यत्र अन्यत्र ईकारः कुत्र अस्ति, अन्यत्र ईकारः कुत्र अस्ति परस्मैपदीप्रत्ययेषु? Well, अन्यत्र लट्लकार त्रि अस्ति, तर्हि लोट् एव इदं सूत्रं केवलं लोट् लकारे कार्यं करोति खलु. लोट् लकारे मीना भगिनी वदतु. सिप् अति अपि च मिप् अपि अपि च ईकारः भवतु अस्ति, परन्तु अन्यसूत्राणि भवन्ति तत्र सिप् वदामि वा? अन्यत् सूत्रम् अस्ति, अन्यत् सूत्रम् अस्ति, समीचीनम्. अन्यत् सूत्रं भवितुम् अर्हति, परन्तु तत्रापि एरुः इत्यस्य प्रसक्तिः तु अस्ति खलु. प्रसक्तिः अस्ति, प्राप्तिः नास्ति. प्राप्तिः नास्ति, अतः स्मर्तव्यं तद् एरुः इत्यस्य कार्यं कुत्र कुत्र भवितुम् अर्हति इति चेत् सिप् इत्यत्र भवितुम् अर्हति, अन्तु इत्यत्र भवितुम् अर्हति, सिप् मिप् सर्वत्र यत्र यत्र ईकारः अस्ति तत्र सर्वत्र भवितुम् अर्हति. परस्मैपदीप्रत्ययेषु कुत्र भवितुम् अर्हति? परस्मैपदी एव उक्तवन्तः खलु. आत्मनेपदी, क्षम्यताम्, आत्मनेपदी. आत्मनेपदे लोट्लकारो वा? आत्मनेपदे लोट्लकारः कुत्र भवितुम् अर्हति? न मूलप्रत्ययं स्वीकृत्य वदतु. मूलप्रत्ययं स्वीकृत्य कुत्र भवितुम् अर्हति? मूलप्रत्ययं स्वीकृतः मूलप्रत्ययपुरुष एकवचन इद्वहिमहि सर्वत्र भवितुम् अर्हति खलु लोट्लकारे. अतः अस्मिन् सूत्रे अहं किं वक्तुमिच्छामि इति चेत् अस्मिन् सूत्रे परस्मैपदप्रत्ययस्य विषये अथवा आत्मनेपदप्रत्ययस्य विषये इति न उक्तं, केवलं लोट् इति उक्तम्. अतः उभयत्र प्रसक्तिः अस्ति, अतः द्रष्टव्यम्, उभयत्र द्रष्टव्यं भवति. यदा वयं चिन्तनं कुर्मः तदानीं इदं सूत्रमपि वयं स्वीकृत्य वयं पश्यामः खलु. अस्तु, अस्तु, इदानीम् अग्रे गच्छेम. अग्रे पूर्णेन्दुमहोदय पठति वा? द्वितीयनियमः तत् तत् मिप् निक्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण ताम् तम् त अम् एते आदेशाः. सूत्रमस्ति तस्थस्थमिपां ताम् तम् तामः. तृतीयाध्यायस्य चतुर्थपादस्य एकोत्तर एकशततमसूत्रम् तस् थस् थ मिप् निक्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण ताम् तम् त अम् एते आदेशाः. तश्च थश्च थश्च मिप् च तेषाम् इतरेतरद्वन्द्वः. तस्थस्थमिपः तेषां तस्थस्थमिपां, ताम् च तम् च तश्च अम् च तेषाम् इतरेतरद्वन्द्वः. तान्तम् तामः तस्थस्थमिपां षष्ठ्यन्तम्, तान्तम् तामः प्रथमान्तम्, त्रिपदमिदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य तष्ठस्थमिपां तान्तं तामः प्रथमे तु नियमं पश्यामः तत्र तस् थस् थ मिप् वयं जानीमः तत्र तस् इति तस् तस् इति प्रथमपुरुषद्विवचनप्रत्ययः तस् थस् इति मध्यमपुरुषद्विवचनप्रत्ययः ठ इति मध्यमपुरुषबहुवचनप्रत्ययः मिप् इति उत्तमपुरुष एकवचनप्रत्ययः एतेषां स्थाने लोट् लकारे क्रमेण ताम् तं त अम् एते आदेशाः भवन्ति सूत्रमस्ति तस्थस्थमिपां तान्तं तामः एतत् सूत्रं तत्र पदद्वयं वर्तते सूत्रे प्रथमपदमस्ति तस्थस्थमिपां एतदपि समस्तपदम् अस्ति तस्मिन् इतरेतरद्वन्द्वसमासः अस्ति तस्मिन् चत्वारि पदानि सन्ति प्रथम तस् थस् थ मिप् तस् थस् थ च मिप् च एतेषाम् इतरेतरद्वन्द्व षष्ठी बहुवचनान्तं रूपमस्ति तस्थमिपां द्वितीयपदमस्ति तान्तं तामः अस् एतदपि समस्तपदमस्ति इतरेतरद्वन्द्वसमासपदम् एतत् प्रथमाविभक्तौ इतरेतरद्वन्द्व अतः बहुवचने अस्ति तान्तं तामः समीचीनम् इतरेतरद्वन्द्वसमासे अस्ति प्रथमबहुवचनान्तं पदं द्विपदमिदं सूत्रं तत्र एतस्य सूत्रस्य पूर्वस्मिन् सूत्रमस्ति नित्यं नितः एतस्मात् नितः इति पदस्य अनुवृत्तिः लस् इत्यस्य अधिकारः तु वयं जानीमः अतः अनुवृत्तिसहितसूत्रमस्ति नितः लस्य तस्थस्थमिपां तान्तं तामः अतः अत्र नितः इति पदस्य सूत्रे नितः इति पदस्य विद्यमाने एतत् सूत्रं नित्सु लकारेषु इत्युक्ते येषु लकारेषु नकारः इत्संज्ञकः तेषु एव अनेन सूत्रेण कार्यं भवति इति जानीमः लोट् लकारः लोटो लङ्वत् इति सूत्रेण लोट् लकारः नित्वत् लोट् लोट् उपरि नित्वम् आरोप्यते अतः लोट् अपि नित् अस्ति अतः अनेन सूत्रेण लोट् लकारे अपि कार्यं भवति बहु समीचीनं महोदय सम्यक्तया उक्तं तस्थस्थमिपां मिपाम् इति तत्र किमस्ति मिपां मिपां तत्र षष्ठी बहुवचनान्तं रूपम् अस्ति तस्थस्थं मिप् इति प्रातिपदिकतः षष्ठी बहुवचनान्तं तस्थस्थमिपां बहु समीचीनं भवति इति अस्ति चेत् कथं भवति षष्ठी बहुवचनं षष्ठी भवत् इत्यस्य षष्ठी भवतां भवतां हा यथा भवताम् आम् इति प्रत्ययः अस्ति भवताम् इत्यस्ति अत्रापि तस्थस्थमिप् इति प्रातिपदिकं तस्य षष्ठी बहुवचनं तस्थस्थमिपाम् इदानीं हा तान्तन् तामः इत्यत्र सन्धिः कथं भवति इति वदतु तत्र चक्रवर्ती किञ्चित् तत्र तां तं त अं ताम् अनन्तरं त्रम् अस्ति तत्र अन्तिममकारस्य तत्र मकारस्य नष्टपदान्तस्य झलि इत्यनेन अनुस्वारादेशः भवति अनन्तरं ययि परसवर्णः सूत्रं सम्यक् सम्पूर्णसूत्रं विस्मरामि किञ्चित् तत्र तकारस्य किं किं भगिनि तत्र नश्यपदान्तस्य जलि भवति वा भवति प्रथमे तु नश नश पदान्तस्य जलि कुत्र कार्यं करोति अत्र तु पदान्ते अस्ति अतः पदान्ते अस्ति अतः मूनुस्वारः मूनुस्वारः इत्यनेन मकारस्य स्थाने अनुस्वारादेशः तदनन्तरं परसवर्णादेशः इति उक्तवान् खलु तत्र इदानीं मूनुस्वारः अस्ति चेत् सूत्रं किं भवति अत्र वदतु सहायं करोतु वापदान्तस्य इति सूत्रेण तत्र परसवर्णादेशः भवति इदानीम् अनुस्वरस्य परसवर्णः तां योगः तां योगः तम् इति अस्ति चेत् ताम् इत्यत्र मकारस्य पदान्ते मकारः इति कृत्वा मोनुस्वारः इति सूत्रेण अनुस्वारादेशः तदनन्तरं तत्र वापदान्तस्य इत्यनेन परसवर्णादेशः विकल्पेन भवति परसवर्णः कः इति चेत् तवर्गस्य पञ्चमवर्णः नकारः अतः तान् तम् इति अस्ति तान्तम् इदानीं पुनः तं योगः ताम् इति अस्ति चेत् तत्रापि पुनः एवमेव मोनुस्वारः अनन्तरं वापदान्तस्य इति कृत्वा उभयत्र नकारः श्रूयते तान् तन् तामः इति तत्र गतवर्गे प्रश्नः आसीत् तत्र कथं जानीमः न केवलम् अस्मिन् प्रसङ्गे परन्तु सर्वत्र एतादृशमस्ति चेत् मूले एवम् अस्ति एवम् आसीत् इति कथं ज्ञातुं शक्नुमः इति प्रश्नः आसीत् तत्र वंशीभगिन्याः उक्तं तत्र नकारः मूले अस्ति चेत् कार्यं न भवति यतोहि तत्र अन्यत् सूत्रं कार्यं करोति इति उक्तं तत्र नश्चव्यप्रशान् इति भिन्नसूत्रं कार्यं करोति अतः नकारः मूले न स्यात् अन्यत् किमपि तत्र मूले स्यात् इति वयम् अवगन्तुं शक्नुमः इति उक्तवती तत् समीचीनम् परन्तु तत्र सामान्यतया एतादृशसन्दर्भेषु यत्र सन्धिः भवति वा नो चेत् मूलं किम् अस्ति इति वयं न जानीमः चेत् तदानीं व्याख्यानमेव शरणम् इति मया उक्तं न केवलम् अस्मिन् प्रसङ्गे यत्र कुत्रापि सन्देहः अस्ति तदानीं व्याख्यानं पश्यामः परन्तु अत्र तु वयं सन्धिः अस्ति इति सम्यक्तया ज्ञातुं शक्नुमः अस्तु तत्र अनुवृत्तिसहितसूत्रं तत्र सूत्रं किं वदति तस्तस्समीपं तान्तन्तामः इति तस्तस्समीपाम् इति तत्र द्वन्द्वः अस्ति द्वन्द्वः अस्ति तर्हि प्रत्ययानां द्वन्द्वः अस्ति अत्र तु वस्तुतः तत्र समाहारः अपि कर्तुं शक्यते आसीत् यतोहि प्रत्ययानां समूहः अस्ति इति कृत्वा समाहारः अपि कर्तुं शक्यते परन्तु पाणिनिः स्वस्य इच्छानुसारम् अत्र इतरेतरद्वन्द्वः एव द्वन्द्वं करोति तर्हि तस्तस्समीपाम् इति बहुवचनान्तम् अस्ति तान्तन्तामः इदानीं कथं जानीमः तस्य स्थाने तां तस्य स्थाने तं तस्थाने त मी स्थाने अम् इति कथं जानीमः यथासङ्ख्यम् अनुदेशसमानाम् इति परिभाषासूत्रेण वयं ज्ञातुं शक्नुमः अत्र आदेशाः स्थानिनः अपि च आदेशाः समसङ्ख्यकाः स्थानिनः अपि आदेशाः समसङ्ख्यकाः बोत् आफ् देम् आर् ईक्वल् अतः अत्र यथासङ्ख्यम् अनुदेशसमानाम् इत्यनेन क्रमेण आदेशाः भवन्ति तस्य स्थाने तां थस्य स्थाने तं थ स्थाने थ मित्प् स्थाने अम् इति आदेशाः भवन्ति अपि च एते आदेशाः कुत्र भवन्ति इति चेत् णित्सु लकारेषु एव णित्सु लकारेषु णित् लकारे यदा तत्र लकारस्य स्थाने एते प्रत्ययाः भवन्ति तदानीं क्रमेण तां तं त अम् एते आदेशाः भवन्ति कोऽपि प्रश्नः वा कुत्र विषये एवमेव तान्तन्तामः इत्यत्रापि तान्तन्तामः इति तान्तन्तामः इत्यस्य प्रातिपदिकं किम् तां तान् तन् तान् तान्तन् ताम् तान्तन् ताम ताम अकारः अपि अस्ति तान्तन् ताम अकारः अस्ति वा नास्ति वा तत्र हलन्तः अस्ति खलु हलन्तः अस्ति हलन्तः अस्ति अतः तत्र भवतः तद्वत् भवति बहुवचने अस्ति खलु बहुवचने तान्तन् तामः एकवचने अस्ति चेत् किं भवति तान्तन् ताम् तान्तन् ताम् इति भवति तान्तन् ताम् इति भवति इदानीं षष्ठी बहुवचने अस्ति इति कृत्वा न प्रथमा बहुवचने अस्ति इति कृत्वा तान्तन् तामः अस्तु उदं खलु इदानीम् अग्रे गच्छेम परन्तु तत्र स्मर्तव्यं किम् इति चेत् तस्थसमीपां तान्तन् तामः इति सूत्रं केवलं मित्सु लकारेषु एव कार्यं करोति तर्हि इदानीम् अस्माकं मूलप्रश्नः लोट् लकारः तु मित् नास्ति तर्हि कथं वा तस्थसमीपां तान्तन् तामः इति सूत्रं लोट् लकारे कार्यं करोति इति एव मूलप्रश्नः तदर्थम् अग्रिमसूत्रमस्ति लोटो लङ्वत् शोभा भगिनी अग्रे पठतु आं भगिनी नमस्ते अग्रिमसूत्रं लोटो लङ्वत् प्रत्ययादेशानां कृते लोट् लकारः लङ् इव भवति अतिदेशसूत्रं लोटः षष्ठ्यन्तं लङ्वत् अव्ययं द्विपदमिदं सूत्रं कानिचन कार्याणि केवलं णित्सु भवन्ति लोटि तित् न तु णित् अतः यत्र णित्सु किञ्चन कार्यं भवति णित्सु लोटि णित्सु भवतु इत्यनेन तर्केण लोटि तत् कार्यं न अर्हम् अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धं सूत्रं स्वयं सम्पूर्णं लोटः लङ्वत् अत्र लोटो लङ्वत् इति अतिदेशसूत्रम् इत्युक्ते यत्र यत् गुणः नास्ति तत् आरोपितं भवति अपि च स्वभावस्य परिवर्तनं भवति इति पठितवन्तः प्रत्यय आदेशानां कृते लोट् लकारः लङ् इव भवतु इति सूत्रस्य कार्यं तत्र लोटः इति लोट् इति हलन्तम् अस्ति इति कृत्वा लोटः इति षष्ठ्यन्तं भवति लङ्वत् इति अव्ययम् इति दत्तम् अपि च द्विपदमिदं सूत्रं कानिचन कार्याणि केवलं णित्सु भवन्ति तत्र लोट् इति टित् अस्ति न तु णित् कानिचन कार्याणि यानि णित्सु भवन्ति ते अपि भवेत् अपि च लोट् किञ्चन कार्य किञ्चन कार्य अपि च लोटि तत् कार्यं न अर्हं तत्र लोटित् न तु णित् अतः यत्र णित्सु किञ्चन कार्यं भवति णित्सु भवतु इत्यनेन तर्केण लोटि तत् कार्यं न अर्हं तत्र अग्रे दत्तं यत् तित्वत् कानिचन कार्याणि सन्ति ते अपि भवेत् अपि च णित्सु कानिचन कार्याणि यत् यानि अपेक्षितानि ते अपि भवेत् इति अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धं तत्र तावत् अस्ति इति मन्ये भगिनि समीचीनं समीचीनम् इत्युक्ते लोट् लकारः लङ्वत् भवति इति उक्तं लङ् लकारः यथा अस्ति तथा लोट् लकारः अपि भवति इति उक्तम् तस्य अर्थः कः इति चेत् लोट् लकारे अपि णित्वम् अध्यारोप्यते यद्यपि लोट् लकारः णित् नास्ति तित् अस्ति तथापि तत्र णित्वम् अध्यारोप्यते तस्य प्रयोजनं किं किमर्थम् अध्यारोप्यते णित्वम् इति चेत् णित्सु लकारेषु यानि कार्याणि भवन्ति तानि कार्याणि अत्रापि लोट् लकारे अपि भवन्तु इति कृत्वा तत्र अध्यारोप्यते परन्तु स्मर्तव्यः विषयः कः इति चेत् यद्यपि णित्सु लकारेषु बहूनि कार्याणि भवन्ति तानि सर्वाणि कार्याणि लोट् लकारे अपि भवन्ति एव इति नास्ति यथा णित्सु लकारेषु तत्र अडागमः भवति खलु णित्सु लकारेषु अडागमः भवति तादृश अडागमः लोट् लकारे न भवति यद्यपि लोट् लकारः लङ्वत् अस्ति तथापि तत्र यानि कार्याणि इष्टानि तत्र रूपसिद्ध्यर्थं यानि कार्याणि इष्टानि तानि एव वयं स्वीकुर्मः, न तु सर्वाणि। यद्यपि सर्वेषां कार्याणां प्रसक्तिः भवति, यदि लङ्वत् भवति लोट् तदानीं लङ्लकारे यानि कार्याणि भवन्ति तानि सर्वाणि अपि प्रसक्तानि भवन्ति लोट् लकारे अपि, परन्तु तेषां सर्वेषां प्राप्तिः नास्ति। तत् किमर्थं कथम् इति अग्रे पश्यामः, तस्मिन् विषये महती चर्चा अस्ति, तदग्रे पश्यामः। परन्तु अत्र मूलविषयः कः इति चेत्, इदानीं साक्षात् अस्माकं पुरतः किम् अस्ति इति चेत् लोट् लकारः लङ्वत् अस्ति, लङ्वत् अस्ति इति कृत्वा तस्य प्रयोजनं किं, तस्थसमीपां तान्तन् तामः इति सूत्रस्य प्रसक्तिः इदानीं भवति। तस्थसमीपां तान्तन् तामः इत्यनेन एव तत्र आदेशाः भवन्ति लोट् लकारे अपि इति उक्तं, परन्तु किमर्थं भवन्ति, लोट् लकारः नित्त नास्ति खलु इति चेत् लोटो लङ्वत् इति समाधानम्। अवगतं खलु? आम्, तत्र न उक्तवती। अस्तु, नित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने तत्र पूर्व सूत्रस्य प्रसक्तिः आगच्छति, तेन एव लोट् लकारे अपि तस्थस्थमिपां तान्तं तामः इत्यस्य सूत्रस्य कार्यं भवितुम् अर्हति। बहु समीचीनम्। इदानीम् एकः प्रश्नः, तत्र तस्थस्थमीपां तान्तं तामः इति सूत्रम् इदानीं लोट् लकारे प्रसक्तं, लोट् नित्वत् अस्ति इति कृत्वा तत् सूत्रं प्रसक्तम् इति अवगतं, प्रसक्तिः अपि अस्ति, प्राप्तिः अपि अस्ति इति जानीमः। परन्तु तस्थस्थमीपां तान्तं तामः इति सूत्रस्य कार्यं कुत्र कुत्र भवितुम् अर्हति? यत्र यानि लकाराणि नित् सन्ति तत्र, अपि च यत्र तस् थस् था मिप् इति प्रत्ययाः सन्ति तेषु स्थलेषु तां तं ता अम् इति लोटि अपि नित्सु लकारेषु भवितुम् अर्हन्ति इति। नित्सु लकारेषु इत्युक्ते तत्र के के भवितुम् अर्हति? नित्सु इत्युक्ते लङ् लिङ् लृङ् अन्यत् तत्र एकं चतुर्षु लकारेषु लुङ् अपि, लङ् लिङ् लुङ् लृङ् इति चतुर्षु लकारेषु एतानि कार्याणि एतेन सूत्रेण भवितुम् अर्हन्ति। समीचीनं, तस्य समीपं तान्तं तामः इत्यस्य प्रसक्तिः सर्वत्र भवति। अस्तु, समीचीनम् इति स्मर्तव्यम्। अस्तु, इदानीम् अग्रे, धन्यवादः भगिनी। इदानीम् अग्रे अरुणभगिनी अग्रे पठति वा? नमस्ते, श्रूयते वा भगिनि? श्रूयते भगिनि। कम्प्यूटर् लङ्वत्, अत्र लङ्वत् भगिनि, समीचीनम्। अत्र लङ्वत् निद्वत् इत्यर्थः एव दत्तं, नित्सु लकारेषु लङ् अन्तर्भवति, अतः लङ् नितः उपलक्षणम् उदाहरणरूपेण प्रतिनिधिरूपेण नित्स्थाने लङ् स्वीक्रियते, अतः निद्वत् इत्येव वक्तुं शक्यते, न कोऽपि भेदः। यतोहि यत्किमपि कार्यं भवति नित्सु तत् कार्यं लङि अपि भवति, यत् लङ् नित् अत्र दत्तं लङ्वत् इति लोटो लङ्वत् अत्र अर्थमस्ति, लङ् इति निद्वत् अत्र नकार इति वर्णः अस्ति, तत् कारणात् निद्वत् इत्यर्थः। नित्सु लकारेषु लङ् लङ् लोट् लङ् लिङ् विधिलिङ् लङ् लुङ् ऋङ् विधिलिङ् आश्रीर्लिङ् ते सर्वेषु लङ् अस्ति, ततः लोटो लङ्वत् इति सूत्रेण लङ् इति लङ्लकारे अपि लङ्लकारवत् लोट् लकारे अपि सूत्राणि वर्तन्ते इति अत्र दत्तं। सम्यक् भगिनि, समीचीनं समीचीनम्। इत्युक्ते तत्र सूत्रे लोटो लङ्वत् इति वदनस्य अपेक्षया लोटो निद्वत् इत्यपि वक्तुं शक्यते आसीत्, तर्हि वयम् अवगन्तुं शक्नुमः नित्सु लकारेषु सर्वत्र कार्यं करोति इति। तथापि पाणिनिना तत्र साक्षात् लङ्वत् इति उक्तं. किमर्थम् इति चेत् लङ्वत् इति वदनेन तत्र नित्सुलकारः इत्येव अर्थः. नित्सुलकारः अत्र उपलक्षणमस्ति. लङ्वत् निद्वत् इति वदनस्य अपेक्षया लङ्वत् इति उक्तं, तर्हि नित् इत्यस्य उपलक्षणरूपेण स्वीकृतम् अस्ति. लङ्वत् इत्युक्ते तत्र उपलक्षणम् इत्यस्य कः अर्थः? अन्य अपि चक्षुरादि अत्र चक्षु श्रोत्र तदेव अन्यलकार लङ्लकार रूपाणि अपि स्वीकरणीयम्. इत्युक्ते तत्र यदि कस्यचित् गृहस्य तत्र गृहं कुत्र अस्ति इति न जानीमः चेत् तत्र कोऽपि वदति खलु तत्र गृहस्य पार्श्वे मन्दिरम् अस्ति, मन्दिरः अस्ति इति वयं वदामः खलु, तर्हि तत्र मन्दिरः गृहस्य उपलक्षणम् अस्ति, तत्र लेण्ड्मार्क् इव अस्ति. तेन वयं ज्ञातुं शक्नुमः ओ तदेव भगिनी, वयं ज्ञातुं शक्नुमः भगिनि प्रतिनिधिरूपेण इत्युक्ते किं भगिनि? तदेव इदानीं वदन्ती अस्मि. प्रतिनिधिरूपेण इत्यस्य कः अर्थः इति एव इदानीं वदन्ती अस्मि. तत्र उपलक्षणम् इत्यस्य कः अर्थः इति चेत् प्रतिनिधिरूपेण तत्र ग्रहस्य सङ्केतं वयं वक्तुम् इच्छामः चेत् तदानीं तत्र वयं वदामः खलु एकः मन्दिरः अस्ति, तस्य पार्श्वे एव मम गृहम् अस्ति इति वयं वदामः चेत् तत्र मन्दिरः उपलक्षणम् अथवा तत्र प्रतिनिधिः अस्ति. इट्स् रेप्रसेण्टेटिङ्ग् द हौस्. एवमेव अत्र लङ्वत् इति वदनेन तत्र नित् इत्यस्य प्रतिनिधिरूपेण उक्तमस्ति. लङ् इत्यनेन केवलं लङ्लकारः इति नास्ति, परन्तु लङ् इत्युक्ते नित्सु लकार लकारेषु इति अर्थः. यद्यपि उपलक्षणम् उपलक्षणम् अपि च प्रतिनिधिरूपं समानार्थं वा? उपलक्षणं प्रतिनिधिः इति समानरीत्या वक्तुं शक्यते. प्रतिनिधिः इत्यस्य इतोपि अन्य अर्थः अपि भवितुमर्हति, परन्तु उपलक्षणं प्रतिनिधिः इति समानं समानरूपेण अस्ति. इत्युक्ते तत्र उपलक्षणम् इत्युक्ते साक्षात् किमर्थं लक्षणमिति न वदति, किमर्थम् उपलक्षणम् इति वदति इति चेत् किमर्थम् उपलक्षणम् इति वदति चेत् उपलक्षणं नित्यं नास्ति. सामान्यतया उपलक्षणं नित्यं न भवति, लक्षणं नित्यम् अस्ति. सास्नावती गौः इति वदामः चेत् तत्र गोः लक्षणं सास्नावत्वं न्याये उच्यते खलु. गोः लक्षणं सास्नावत्वं, तत्र गोः तत्र अधः कण्ठस्य अधोभागे या शिथिल तत्र किं त्वक् विशेषः अस्ति तदेव सास्ना इति वदामः. ड्युलाप् इति वदामः खलु सास्ना. तर्हि सा तादृशसास्नावती गौः इति वदामः चेत् सास्नावती गौः इत्युक्ते तत्र गोः लक्षणम् अस्ति. यत्र कुत्रापि वयं पश्यामः चेत् गोः तादृशं वयं द्रष्टुं शक्नुमः, तदेव लक्षणमस्ति. परन्तु उपलक्षणं तथा नास्ति. उपलक्षणं टेम्प्ररि अपि भवितुमर्हति. इदानीम् अहं वदामि मम गृहस्य तत्र कोऽपि मां पृच्छति तत्र मन्दिरः कुत्र अस्ति इति पृच्छति, तर्हि अहं वदामि तत्र एकः गृहमस्ति, तस्य उपरि काकः उपविष्टः खलु, तदेव मन्दिरः अथवा तदेव मम गृहम् इति अहं वदामि चेत् तर्हि काकः तु तत्र नित्यं नास्ति. तत्र उपलक्षणरूपेण मया काकं स्वीक्रियते, काकः स्वीक्रियते, नित्यं नास्ति इति कृत्वा उपलक्षणम् इति वदामः. यत्र नित्यम् अस्ति तदानीं तत्र लक्षणं भवति, नित्यं नास्ति चेत् उपलक्षणम् अथवा प्रतिनिधिः इत्यस्मिन् रूपे भवति. तटस्थलक्षणं भगिनि किं तटस्थलक्षणं तटस्थलक्षणम् इति इदानीं मास्तु, परन्तु उपलक्षणम् इत्यस्य विषये तथा. उपलक्षणम् इत्युक्ते तत्र लक्षणस्य समीपे अस्ति परन्तु साक्षात् लक्षणं नास्ति इति अर्थः. उपलक्षणमिति तत्र अव्ययीभावः अस्ति खलु, लक्षणस्य समीपे अस्ति परन्तु साक्षात् लक्षणं नास्ति. वेदान्ते अपि भगिनि वेदान्ते पञ्च इन्द्रियाणि अस्ति, अत्र चक्षु इति उक्तत्वात् श्रवण कर्ण वाक् क्षम्यतां त्वक् अपि गन्ध सर्व पञ्च सर्वेषां ग्रहणमिति ग्रहणं भवति उपलक्षणम् उपलक्षणम् इति शास्त्रीयपदमस्ति शास्त्रेषु उपलक्षणम् इति पदं वयं पश्यामः सर्वेषु शास्त्रेषु न केवलं वेदान्ते सर्वत्र द्रष्टुं शक्नुमः अस्तु इदानीम् अग्रे गच्छेम तर्हि इदानीं पमेला भगिनी अग्रे पठतु धन्यवादः आं भगिनि अग्रे तर्हि लोट् लङ्वत् इति चेत् पाणिनिना किमर्थं लोट् टित् कृतं न तु साक्षात् नित् कुतः लोट् स्थाने नामकरणं लोङ् न स्यात् उत्तरमस्ति यत् टित्सु लकारेषु यानि कार्याणि भवन्ति तानि अपि अपेक्षितानि भवन्ति लोटि यथा आत्मनेपदे आत्मनेपदानां टेरे इति सूत्रेण टित्सु लकारेषु विशिष्टकार्यं वक्ष्यमाणं ततः कार्यमपि अपेक्षितं लोटि लोट् लोङ् यदि स्यात् तर्हि एतादृशानि कार्याणि लोटि न स्युः अस्तु अधुना वयं दृष्टवन्तः लोट् लकार लङ्वत् लोटो लङ्वत् इत्यनेन भवति तर्हि पाणिनिना किमर्थं पूर्वे लोङ् न कृतम् इति अस्माकं मनसि प्रश्न उदेति एव तर्हि उत्तरमस्ति यदि यत् टित्सु लकारेषु आश्रित्य यानि कार्याणि सम्भवति तानि लङ् लोटि अपि तानि कार्याणि एव ऐ मीन् लोटि टित्सु लकारेषु आश्रित्य कार्याणि भवन्ति किन्तु यदि लङ्वत् भवति चेत् तादृशकार्याणि तत्र न सम्भवति इति कृत्वा तत्र पाणिनिना लोट् इति स्थापितम् अपि च तत्र उदाहरणमस्ति टित् आत्मना पदेनां टेरे इत्यनेन इत्यस्य कार्यं तत्र टित्सु लकारेषु भवति इति तत् किं कार्यम् अहं न जानामि भगिनि किन्तु तद् तत्तु आत्मनेपदप्रत्ययस्य विषये अस्ति तदग्रे पश्यामः परन्तु टित् आत्मनेपदानां टेरे इत्यनेन किं भवति इति चेत् तत्र प्रत्ययस्य टि भागस्य एकारादेशः भवति टि भागस्य तत् टि भागः कः इति अग्रे पश्यामः परन्तु टित् आत्मनेपदानां टेरे इति सूत्रं टित्सु लकारेषु एव कार्यं करोति यत्र टकारः इत् अस्ति तादृशलकारेषु एव कार्यं करोति अतः अस्य सूत्रस्य कार्यं लोट् लकारे आवश्यकमस्ति उपसिद्ध्यर्थं तदर्थं लोट् इति उक्तं नो चेत् लोङ् इति वदति चेदपि पर्याप्तं किमर्थं तत्र लोटो लङ्वत् इति पृथक्तया सूत्रं किमर्थम् आवश्यकम् इति चेत् तत्र लोङ् इति एव वक्तुं शक्यते आसीत् खलु इति चेत् तथा वक्तुं न शक्यते यतोहि लोट् इत्यत्र टकारस्य महत्त्वम् अस्ति टित् अस्ति इति कृत्वा एव तत्र टित् आश्रित्य कानिचन कार्याणि भवन्ति टितम् आश्रित्य कानिचन कार्याणि भवन्ति अस्तु अग्रे पठामि वा अथवा अन्य कोऽपि पठामि धन्यवादः भगिनि धन्यवादः भवतः कोऽपि प्रश्नः वा अवगतं खलु अस्तु इदानीम् अग्रे किं पश्यामः इति चेत् लोटो लङ्वत् इति उक्तं तर्हि लङ् लकारे नित्सु लकारेषु तत्र कार्याणि कानि कार्याणि भवन्ति तेषु केषां प्रसक्तिः लोट् लकारे भवन्ति नो चेत् किमर्थं तेषां प्रसक्तिः नास्ति लोट् लकारे यद्यपि नित्सु लकारेषु कानिचन कार्याणि भवन्ति तेषां सर्वेषां प्राप्तिः लोट् लकारे नास्ति तत् किमर्थम् इति अग्रे पश्यामः इदानीम् अग्रे लक्ष्मीभगिनी पठति वा आं भगिनि पठामि कानिचन च कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि आहत्य सप्तसु स्थलेषु लङि तिङ् आदेशाः सन्ति इत्युक्ते अत्र लोटो लङ्वत् इति वदनेन लङ् इत्यस्य धर्मः लोटि भवति किन्तु सर्वाणि कार्याणि न भवन्ति लोटि इति अत्र उक्तं. यानि यानि कार्याणि लङि भवन्ति तत् सर्वं लोटि न भवन्ति, किन्तु केचन कार्याणि न अपेक्षितानि लोटि इति उक्तं. ते प्रथमः नित्यं नितः, नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपः भवति. द्वितीयबिन्दुतः पञ्चमबिन्दुतः पञ्चमबिन्दुपर्यन्तं तस्थस्थमिपां तान्तन् तामः तस् थस् थ मिप् णित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः. इतश्च णित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त णित् प्रत्ययः तस्य अन्त्य इकारस्य लोपः भवति. सप्तमः बिन्दुः सिच्भ्यस्तविदिभ्यश्च विदिभ्यश्च लङः शाकाटयनस्यैव इति सूत्राभ्यां लङि कुत्रचित् जि स्थाने जुस् आदेशः भवति. अत्र सप्तसु स्थलेषु लङि तिङ् आदेशाः सन्ति. कुत्र कुत्र भवन्ति एते कार्याणि, एतानि कार्याणि इति अत्र उक्तं. प्रथमः बिन्दुः तु नित्यं ङितः इति. ङित् लकारे ङित् लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य इति चेत् मिप् वस् मस् इति उत्तमपुरुषप्रत्ययाः मिप् वस् मस् इति सन्ति. तेषु वस् मस् अत्र सकारस्य लोपः, अन्तिमसकारस्य लोपः भवति इति नित्यं ङितः इति सूत्रेण भवति. अतः एषः एतत् कार्यं लोटि अपि भवति इति अर्थः खलु भगिनि? आम्, लोटि अपि भवति इति अस्माभिः चर्चितं खलु. वस्मस् इत्यत्र सकारमकारयोः लोपः, सकारस्य लोपः, उभयत्र सकारस्य लोपः, वस् लोपः भवति, नित्यं नितः इत्यनेन भवति. तस्थस्थमिपां तान्तन् तामः इति सूत्रेण तस् थस्थ मिप् एते तिङ् प्रत्ययाः णित्सु लकारेषु भवन्ति, तेषां स्थाने क्रमेण तां तं ता अम् एते आदेशाः भवन्ति. एतत् लङि लङ् लकारे अपि ङित् क्षम्यता ङित् ङित्सु अपि भवन्ति, तथा एव लोटि अपि भवति. इतश्च इति सूत्रम् अस्माभिः न पठितं. ङित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः यत्र अस्ति तस्य अन्त्य इकारस्य लोपः भवति. तदपि ङित्सु लकारेषु एव भवति, किन्तु लोटि लोटि आत्मनेपदे भवति वा भगिनि? किं लोटि इतश्च इति सूत्रम् आत्मनेपदे प्रत्ययानां कृते न ङित्सु लकारेषु एतस्य कार्यमस्ति, लोट् लकारे भवति न वा इति अग्रे चिन्तनीयम्. अस्तु अस्तु अस्तु हा, किन्तु अत्र अस्तु सप्तसु स्थलेषु एते कार्याणि भवन्ति इति लङि एतेषु एतानि कार्याणि भवन्ति. यथा मया उक्तं णित्सु लकारेषु बहूनि कार्याणि भवन्ति, तानि सर्वाणि लोट् लकारे भवन्ति वा न वा इति चिन्तनीयम्. अस्तु, यतोहि तत्र इतश्च इति सूत्रस्य कार्यं तत्र लोट् लकारे कुर्मः चेत् इष्टरूपसिद्धिः न भवति, न भवति. अतः यद्यपि एतानि सर्वाणि प्रसक्तानि, परन्तु सर्वेषां प्राप्तिः नास्ति. लोटि तत्र प्राप्तिः अस्ति वा इति चिन्तनीयं, किन्तु ङित्सु लकारेषु एते कार्याणि भवन्ति एव. सप्तमः बिन्दुः तथा एव सिजभ्यस्तविदिभ्यश्च लङः शाकाटयनस्यैव इति सूत्राभ्यां लङि यत्र लङ् लङ्लकारेषु जी स्थाने ज्युस् आदेशः भवति जि इति प्रथमपुरुष बहुवचने तिङ् प्रत्ययः जि इति अस्ति तस्य स्थाने ज्युस् आदेशः भवति लङ् लकारे केवलं लङ् लकारे इति उक्तं भगिनि अत्र किन्तु ङित्सु इति न नित्सु इति नित्सु नित्सु इत्युक्ते तत्र लङि अपि भवति लुङि सर्वत्रापि प्रसक्तिः अस्ति नित्सु लकारेषु एव एतानि यद्यपि लङ्गः शाकटायनस्य इति केवलं लङ् लकारे एव परन्तु सृजभ्यस्य विदिभ्यश्च इति सूत्रं तु नित्सु लकारेषु इत्युक्ते इदानीं सृजभ्यस्य विदिभ्यश्च इत्यस्य कृते तत्र दा इति धातुः अस्ति खलु दा धातुः जुहोत्यादिगणीयधातुः तस्य लङ् लकारस्य बहुवचनान्तरूपं किं कोऽपि वदतु ददति लङ् लकारे अस्तु अददन् इति नास्ति तत्र सिजभ्यस्य विधिभ्यश्च इति सूत्रेण जुस् आदेशः भवति खलु तत्र अतः अददन् इति नास्ति अददुः इति अस्ति अददुः तत्र सिज् प्रत्ययः अभ्यस्तसंज्ञक अङ्गं विदिधातुः अभ्यस्तसंज्ञक अङ्गम् इत्युक्ते जुहोत्यादिगणे सर्वत्र द्वित्वम् अभ्यासकार्याणि भवन्ति खलु अतः जुहोत्यादिगणीयधातवः ये धातवः ते सर्वे तत्र अङ्गम् अभ्यस्तसंज्ञकम् अङ्गं भवति इति कृत्वा जुहोत्यादिगणे लङ् लकारे बहुवचनान्तप्रत्ययः जुस् इति भवति अतः उः जुस् इत्यत्र लकारस्य चुटु इत्यनेन लोपः उस् इति अवशिष्यते सकारस्य लोपः नास्ति न विभक्तौ तु स्माः अतः उस् इति अवशिष्यते उः इति रूपं तर्हि बहुवचने अददुः इति रूपं सर्वत्र उः इति प्रत्ययं योजयामः तादृशकार्यं नित्सुलकारेषु एव भवति लङ्गः शाकटायनस्य इति अन्यत् सूत्रमस्ति तद् लङ्लकारे एव कार्यं करोति यथा तत्र अदादिगणीय वा धातुः अस्ति वा आकारान्तधातुः आकारान्तधातुः अस्ति चेत् तत्र विकल्पेन लङ्लकारे जुस् आदेशः भवति तर्हि वा धातुः तस्य लङ्लकारस्य रूपं किम् अकारान्तधातु वाति वान् वातः वान्ति तस्य वा अवान् अवुः अवान् इति रूपमस्ति अन् इति प्रत्ययः अस्ति चेत् अवान् इति भवति विकल्पेन लङ्गः शाकटायनस्य इत्यत्र अवुः अवुः इति रूपम् अवुः इति रूपं तत्र जुस् आदेशः भवति अतः उः अवुः इति विकल्पेन रूपमस्ति इति कृत्वा एतादृशकार्याणि अत्र लोटि अपि भवन्ति वा इति चिन्तनीयं परन्तु अत्र सारांशः कः इति चेत् नित्सुलकारेषु एतानि सर्वाणि कार्याणि भवन्ति नित्यं नितः इत्यनेन बहुवचनान्त उत्तमपुरुषबहुवचनान्त वस्मस् इत्यत्र सकारस्य लोपः तस्थसमीपां तान्तन्तामः इत्यनेन तस् थस् थ मिप् इत्येतेषां क्रमेण आदेशाः इतश्च इति सूत्रेण नित्लकारे परस्मैपदप्रत्ययः अस्ति चेत् ईकारस्य लोपः प्रत्ययस्य इ इति भागस्य लोपः भवति इतश्च इति सूत्रेण केवलं नित्सु लकारेषु अनन्तरं सिजभ्यस्तविधिभ्यश्च लङ्गः शाकटायनस्यैव इत्याभ्यां सूत्राभ्यां कुत्रचित् जी स्थाने जुस् आदेशः भवति तर्हि एतानि सर्वा न श्रूयते अत्र शाकटायनस्य इति विकल्पेन इत्यर्थे नास्ति इति मन्ये नित्यं भवति भगिनी नास्ति अत्र भगिनी taking a long time for Vidya Bhagini to come back. Probably net connection is not there. I don't know. The strange part is we all are fine. Every time she gets into problem. Generally, when the name of another Vyakarana is given, it is Vikalpena iti arthe bhavati kalu. Atra bhi Vikalpena va bhavati. Chakra yanasya machana chusadesha bhavati, anyam pradena na bhavati. Na bhavati iti va. Abuhu bhavati, jusiti atavitvat. Na jusayati chet avan iti bhavati. नमस्ते श्रूयते वा नमस्ते सम्यक् क्षम्यतां पूर्वं सम्यक् नासीत् इदानीं सम्यक् श्रूयते अस्तु क्षम्यतां कुतः तत्र कुतः पर्यन्तं तत्र ज्ञातम् इत्युक्ते तत्र शाकटायनस्यैव लङ्घः शाकटायनस्यैव इति तत्र उक्तं खलु अवुः इति वैकल्पिकरूपम् अस्ति इति तर्हि अत्र सारांशः कः इति चेत् यद्यपि एतानि सर्वाणि सूत्राणि नित्सुलकारेषु प्रसक्तानि तथापि एतेषां सर्वेषां प्राप्तिः लोटि नास्ति लोटि नित्यं नितः इत्यस्य प्राप्तिः अस्ति तस्थसमीपं तान्तन्तामः इत्यस्य प्राप्तिः अस्ति परन्तु इतश्च अनन्तरं सिजव्यस्य विधिभ्यश्च लङ्घः शाकटायनस्यैव इति एतेषां सूत्राणां प्रसक्तिः यद्यपि अस्ति परन्तु प्राप्तिः नास्ति यतोहि इष्टरूपसिद्ध्यर्थं तेषाम् आवश्यकता नास्ति अतः वयं त्यजामः इदानीम् अग्रे मीना भगिनी अग्रे पठतु येषु सप्तषु स्थलेषु लोटः प्रसङ्गः भवति चतुर्षु स्थलेषु नित्यं नितः इत्यनेन सकारः लोपः वसि मसि च तस्तस्तमिपां तां तं तामः इत्यनेन तः तस् तसः तां तसः तं थ स्थाने थ च तसः तसः स्थाने तां थसः स्थाने तं थ स्थाने थ च मिपः अं बाधितं भवति मेर्निः इत्यनेन इतश्च बाधितं भवति एरुः इत्यनेन सुजभ्यस्तविधिभ्यश्च लङ्घशाट शाकटानयस्यैव इत्यनयोः जुस् आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा केचन वदन्ति यत् यत् विदो लटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात् अन्ये वदन्ति तत्र अहं न अवगच्छामि केचन वदन्ति यत् यत् यत् विदो लोटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात् अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वतिप्रत्ययः न नित्यः वतिपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम् अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं नोपेक्षते तत्र प्रसक्तिः न भवति अतः सिजभ्यस्तविधिभ्यस्त लङः शाकटानयस्य एव इति सूत्राभ्यां कार्यं भवति लङि लङि किन्तु लोटि न अपेक्षते अतः लङ्वत् इति तत्र न गच्छति प्रथमभागम् अवगतम् अन्तिमभागं क्लेशः एव भवति भगिनि यत् अवगतं तद् वदतु अत्र सप्तस्थलेषु लोटः चतुर्षु स्थलेषु एव कार्यं भवति नित्यं युतः इति सूत्रः सकारस्य लोपः कुत्र सकारस्य लोपः बस् बस् इति अत्र सकारस्य लोपः नित्यं युतः इति सूत्रेण तस्तस्तामि पां तां तं तामः इति सूत्रेण प्रथमपुरुष द्विवचनं तां भवति मध्यमपुरुष द्विवचनं तं भवति मध्यमपुरुष बहुवचनं स भवति मिप् स्थाने अम् भवितव्यम् अत्र न भवति तु मिपः अम् बाधितं भवति किमर्थम् इत्युक्ते मेर्निः इति सूत्रेण मकारस्य नि भवति इतश्च इत्यनेन इतश्च बाधितं भवति एरो इतश्च इति सूत्रम् इकारस्य लोपः भवति परन्तु अत्र इकारस्य ऊ भवति एरुः भवति तु तामन्तु ती स्थाने तु भवति अत्र एरुः इति सूत्रेण इकारस्य स्थाने उकारः भवति तस्मात् एरुः भवति तस्मात् इतश्च इति सूत्रः न प्रसक्तिः अस्ति लोट्लकारे तदनन्तरं सृजभ्यस्तरिति लङ्गशाकयानस्य अहं न मया न अवगतं भगिनि अस्तु समीचीनम् एतावता यदुक्तं तत् समीचीनं नित्यं नितः इत्यस्य कार्यमस्ति लोट्लकारे तस्य समीपं तान्तन्तामः इत्यस्य कार्यमपि अस्ति तत्र मिप् स्थाने अमादेशः तस्य समीपां तान्तन्तामः इति सूत्रेण भवितुम् अर्हति परन्तु तद् बाधितमस्ति मेर्निः इति सूत्रेण यतोहि मी स्थाने नी इति आवश्यकः अस्ति अनन्तरम् इतश्च इति सूत्रं यद्यपि प्रसक्तमस्ति परन्तु तत् सूत्रं बाधितमस्ति एरुः इति सूत्रेण किमर्थं बाधितमस्ति एरुः इति सूत्रेण इकारस्य ऊ भवति अत्र अत्र इकारः आवश्यकः अस्ति एरुः इति सूत्रस्य कार्यार्थम् इकारः आवश्यकः अस्ति यदि इतश्च इति सूत्रेण इकारस्य एव लोपः जायते तदानीम् एरुः इत्यस्य सूत्रस्य इति सूत्रस्य कार्यमेव कुत्रापि न भवति तिप् इति प्रत्ययं स्वीकुर्मः चेत् तिप् इति प्रत्यये परस्मैपदसंज्ञकप्रत्ययः अस्ति इति कृत्वा इतश्च इति सूत्रेण तिप् इत्यत्र ति इत्यस्य इकारस्य लोपः भवति चेत् एरुः इति सूत्रस्य कार्यं न भवति खलु यतोहि एरुः इति सूत्रम् ई स्थाने उ इति उक्तं तर्हि ई एव नास्ति चेत् उ इति कथं वा भवितुमर्हति इति कृत्वा अत्र इतश्च इति सूत्रं लोट् लकारे तस्य कार्यं नास्ति यतोहि तत् सूत्रं बाधितमस्ति एरुः इति सूत्रेण ततः अग्रे सृजभ्यस्य विधिभ्यश्च अपि च लङ्गः शाकटायनस्यैव इति सूत्रद्वयम् अस्ति तयोः विषये तत्र विजयलक्ष्मी भगिनी अवगतं वा किञ्चित् वदति वा न भगिनी अस्तु, अन्य कोऽपि वक्तुं प्रयत्नं कर्तुम् इच्छति वा? अस्तु, तर्हि अहमेव वदामि. तत्र सिजभ्यस्य विदिभ्यश्च लङ्घः शाकटायनस्यैव सूत्रद्वयं. तत्र लङ्लकारे सिजभ्यस्य विदिभ्यश्च इति सूत्रं मित्सु लकारेषु कार्यं भवति, लङ्घः शाकटायनस्य इति लङ्लकारे भवति. तर्हि द्वयोः अपि कार्यं लोट् लकारे किमर्थं न स्यात् इत्येव अस्माकं मूलप्रश्नः. तदर्थं तत्र केचन वैयाकरणाः ते किं वदन्ति इति चेत्, तत्र वस्तुतः महती चर्चा अस्ति, लोट् लकारे तस्य प्रसक्तिः अस्ति न वा, तस्य प्राप्तिः अस्ति न वा इति विषये महती चर्चा अस्ति. तत्र केचन वैयाकरणाः किं वदन्ति इति चेत्, विदो लटो वा इति सूत्रात् पूर्वसूत्रमस्ति. विदो लटो वा इति सूत्रं पूर्वसूत्रमस्ति. तस्मात् वा इति पदं, वा इति पदस्य अनुवृत्तिं वयं कुर्मः सिजभ्यस्य विदिभ्यश्च अपि च लङ्घः शाकटायनस्येव इति सूत्रे वा इति पदस्य अनुवृत्ति कुर्मः चेत् तदानीं विकल्पेन भवति इति वदामः चेत् लोटि इदानीं विकल्पेन न भवति इत्यपि वयं वक्तुं शक्नुमः. विकल्पेन एकस्मिन् पक्षे भवति, एकस्मिन् पक्षे न भवति, अतः लोटि तस्य प्रसक्तिः नास्ति इति वयं वक्तुं शक्नुमः इति केचन वदन्ति. अन्ये वैयाकरणः किं वदन्ति इति चेत्, लङ्वत् इत्यत्र वत् इति प्रत्ययः, यः प्रत्ययः अस्ति वत् इति प्रत्ययः, लङ्योगः वत्, वत् इति वदामः चेत् लङ्गीव, इव इत्यस्मिन् अर्थे अस्ति वति प्रत्ययः. तर्हि तादृशप्रत्ययस्य कार्यं नित्यं नास्ति. प्रत्ययस्य कार्यम् इत्युक्ते सर्वदा भवेत् एव इति नास्ति. सर्वत्र वत् प्रत्ययं योजनीयं, वत् प्रत्ययः योजनीयः इति नास्ति. कुत्रचित् तत्र न योजयामः चेदपि कार्यं भवितुम् अर्हति. अतः अत्र लङ्वत् इति उक्तत्वात्, लङ्वत् इति तत्र लङ्वत् इति पद इति पदे वतु प्रत्ययः घटितमस्ति, इत्युक्ते वत् प्रत्ययः भागः अस्ति लङ्वत् इत्यस्य. अतः वतिपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम्, इत्युक्ते यत्रत्र लङ्वत् इति वदामः चेत् तर्हि लङ् इव भवति इत्युक्ते सर्वत्र भवति एव इति नास्ति. कुत्रचित् नापि भवति. इव इति तत्र वतिप्रत्ययेन सूचितम् इति कृत्वा सर्वत्र भवति इति नास्ति. तर्हि तादृशं नित्यं नास्ति. यत्र लङ्वत् इति वदामः तादृशं नित्यं नास्ति. अतः कुत्रचित् भवति, कुत्रचित् न भवति इति वयं स्वीकर्तुं शक्नुमः, यतोहि वत् प्रत्ययः योजितः. अतः अत्र सूत्रद्वयं सिजभ्यस्य विदिभ्यश्च अपि च लङ्घः शाकटायनस्यैव सूत्रद्वयम् अपि तत्र लोटि तस्य कार्यं नास्ति इति वयं वक्तुं शक्नुमः. एवं लोटि लङ्घः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति. इत्युक्ते लङ्वत् इति उक्तत्वात्, वतु प्रत्ययघटितम् इति उक्तत्वात् यत्र लक्ष्य, यत्र आवश्यकमस्ति कार्यम्, अत्र रूपसाधनार्थं फलसिद्ध्यर्थं यत्र आवश्यकं तत्रैव कार्यं कुर्मः, यत्र फलं न अपेक्षते, यत्र फलं न अपेक्षते तत्र कार्यं न कुर्मः इति अत्र सारांशः. इत्युक्ते तत्र सारांशः कः इति चेत्, सप्तसु स्थलेषु अनितुलकार्येषु कार्याणि भवन्ति, तेषु नित्यं नितः तस्तस्समीपां तान्तन्तमः इति सूत्रद्वयम् एव, तत्र सूत्रद्वयस्यैव प्राप्तिः अस्ति. सिजभ्यस्य विदिभ्यश्च लङ्घः शकटायनस्य इति सूत्रद्वयस्य तत्र प्राप्तिः नास्ति. वयं त्यजामः, यतोहि पतुप्रत्ययघटितम् इति वदामः, नो चेत् वा इति अनुवृत्ति स्वीकृत्य वदामः, अनुवृत्तिं स्वीकृत्य वदामः, उभयता तत्र अनयोः सूत्रयोः प्राप्तिः नास्ति. इतश्च इति सूत्रं तु बाधितमस्ति, एरुः इति सूत्रेण बाधितमस्ति, अतः तस्यापि प्राप्तिः नास्ति. सारांशः, सूत्रद्वयम् एव प्राप्तमस्ति लोट् लकारे नित्यं नितः तस्तस्समीपां तान्तन्तामः. अवगतं वा मीना भगिनि? आं भगिनि. इतश्च इति एरुः सूत्रस्य, एरुः सूत्रम् इतश्च इत्यस्य अपवादसूत्रं वा इति वक्तुं शक्यते. इतश्च इत्यस्य अपवादसूत्रम् इति वक्तुं शक्यते. यतोहि इतश्च इत्यस्य प्राप्तिः अन्यत्र अस्ति, लङ्लकारे इतश्च इत्यस्य प्राप्तिः अस्ति, एरुः इत्यस्य प्राप्तिः अन्यत्र कुत्रापि नास्ति, केवलं लोट्लकारे. इतश्च इति सूत्रेण परस्मैपदी इकारस्य लोपः भवितुमर्हति नित्सुलकारेषु. लोटः लोट् अपि नित् अस्ति इति कृत्वा इतश्च इत्यस्य प्रसक्तिः लोट् लकारे अपि अस्ति. परन्तु लोट् लकारे एकं विशिष्टं सूत्रमस्ति एरुः. एरुः इति सूत्रस्य कार्यं तु नित्सु लकारेषु नास्ति, केवलं लोट् लकारे. तर्हि यदि लोट् लकारे एरुः इत्यस्य प्राप्तिः नास्ति चेत् अन्यत्र कुत्रापि तस्य प्राप्तिः न भवति, अतः सूत्रं व्यर्थं भवति. तदर्थम् एरुः इति अपवादसूत्रमस्ति इतश्च इत्यस्य. समीचीनम्. एरुः सूत्रस्य अनुवृत्तिसहितसूत्रं किं भगिनि? उपरि अस्ति खलु ए हे उहु इति. तत्र तत्र तु लोट् लोटो लोटकारे एव भवति इति अस्ति वा? लोटो लङ्वत् इत्यस्मात् लोट् इत्यस्य अनुवृत्तिः, अतः लोट् लकारे एव भवति. अस्तु. मेर्मिः अपि अपवादसूत्रं किल तस्तस्तामि बह तां तं तम् आम् आम् आम् एतावता बुद्धं खलु? कोऽपि प्रश्नः अस्ति वा? तत्र अन्तिमपरिच्छेदस्य सारांशः वदति वा विजयलक्ष्मी भगिनी? समापयामः. अत्र नित्यं नितः तत् तत्र वा भगिनी? सप्तषु स्थलेषु लोटः प्रसङ्गः भवति. तत्र नित्यं नितः इत्यस्य चतुर्षु स्थलेषु स लोपः भवति. वस् मस् इत्यत्रापि भवति सकारस्य लोपः भवति. तत्र तस्थस्थं मिपां तान् तन् तामः इति सूत्रेण क्रमेण तस् स्थाने तम् अनन्तरं थस् स्थाने सारि तस् स्थाने तां थस् स्थाने तं थ स्थाने स इति भवति. मिप् इत्यस्य स्थाने न भवति. किमर्थं? मोर्नि इति सूत्रं तस्य बाधक मेर्नि इति सूत्रम् अस्य सूत्रस्य बाधकसूत्रम् अस्ति इति कृत्वा मकारस्य स्थाने नकारः मेः स्थाने न आदेशः नि आदेशः भवति इत्यनेन तत्र मिप् इत्यस्य किं न भवति अम् न भवति मित्स्थाने अम् न भवति अम् न भवति भवति आयम् अनन्तरं लङ् लकारे इतश्च इति सूत्रस्यापि कार्यं भवति. परन्तु लोट् लकारे एः उहु इति ए रुः इति सूत्रस्य कार्यमेव भवति. तद् सः एतत् सूत्रम् इतश्च इति सूत्रस्य बाधकसूत्रम् अस्ति. अनन्तरं सिज् सिजभ्यस्त विधिभ्यश्च एतत्तु अहं किञ्चित् सम्यक् न अवगतवती भगिनी. एवं वा? अस्तु. तर्हि वयं किं कुर्मः इति चेत् अत्र स्थगयामः, पुनः इदं परिच्छेदम् अग्रिमसप्ताहे पुनः एकवारं पठित्वा अवगन्तुं प्रयत्नं कुर्मः. अस्तु. इदानीं समयः अपि अतीतः, अतः इदानीम् अन्ते वक्तुं न इच्छामि. अग्रिमसप्ताहे पुनः पठित्वा अग्रे गन्तुं शक्नोमि. भगिनि क्षम्यतां, तत्र सप्तसु स्थलेषु इति उक्तं, कुत्र सप्तसु स्थलेषु इति? तत्र तत्र उक्तं खलु 1, 2, 5, 6, 7 इति. उपरि वा नियमाः तस्मिन् वा? नित्यनितः तत्र कानिचन कार्याणि भवन्ति इति. ओ अस्तु अस्तु. तत्र विहाय सप्तषु अस्तु ओ तत् तस् तत्र वा अस्तु अस्तु समीचीनं विनय महोदय प्रश्नः आसीत् खलु प्रश्न यदि लङ् सम्बन्धे अस्ति लोट् सम्बन्धे अस्ति परन्तु केचन वदन्ति लट् सम्बन्धे अस्ति अदादिगणे यदि वयं वदामः लट् सम्बन्धे वा धातु अस्ति तर्हि युनो विकल्पेन लटो लटो वा इति तत्र विकल्पेन इति अस्ति धातुः नास्ति वा इति विकल्पेन इति वा ओ सारि बट् परन्तु वा धातु अस्ति अदादिगणे अस्ति तर्हि विकल्पेन द्वयप्रकारं भवति लट् लकार वेद वेद तु वेद विदु इत्यादि अहं केवलं पश्यामः लिट् लकार समानं भवति लट् लकार प्रत्ययः विदु इत्यादि परन्तु एक अथ लक्ष्य कः केवलं यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति परन्तु इति तत्र किमपि वक्तव्यं खलु महोदय अत्र सृजभ्यस्य विधिभ्यश्च इत्यस्य कार्यं भवति चेत् इष्टरूपेण इष्टरूपं न प्राप्नुमः तदर्थं किमपि वक्तव्यं किं वदति तत्र तत्र केचन वदन्ति वा इति स्वीकरोतु इति वदति केचन वदन्ति न वतु प्रत्ययस्य अनित्यम् इति वदति तर्हि कथञ्चित् तत्र साधनीयं तत्र तर्कः किमपि वक्तव्यः तदर्थम् एवं रीत्या उक्तं परन्तु अस्माकं कृते वयं किं स्वीकुर्मः इति चेत् अत्र अनयोः सूत्रयोः प्राप्तिः नास्ति किमर्थम् इति चेत् इष्टरूपसिद्धिः न भवति इति कृत्वा तेषां अनयोः प्राप्तिः नास्ति इति तावदेव अस्माकं सारांशः तत् किमर्थम् इति समर्थनार्थं तत्र वैयाकरणाः किमपि वदन्ति तावदेव धन्यवादः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः